तगम होवा चेता सौम्य महतो अभ्याहितस्य एको अंगारः खद्योतमात्रा वरिष्ठः स्यात् तेन ततोऽपि न बहुदहे देवगुं सौम्य ते षोडशानां कलानां एका कलातिशिष्टा स्यात् तया ये तर्हि वेदान्नानुभवसि अशानाथ मे विज्ञास्यसीति एवम् उक्तवन्तं पिताः शृणु तत्र कर्ण येन ते तानि ऋगादीनि न प्रतिभन्ति इति तम् उवाच यथा लोके हे सौम्य महतः महत्परिमाणस्य अव्याहितस्य उपचितस्य इन्धनैः अग्नेः एको अङ्गारः खद्योतमात्रः खद्योतपरिमाणः शान्तस्य परिशिष्टः अवशिष्टः स्यात् भवेत् तेन अङ्गारेण ततोपि तत्परिमाणात् ईषदपि न बहुदहेत् एवमेव खलु सौम्य ते तव अन्नोपचितानां षोडशानां कुलानाम् एका कला अवयवः अतिशिष्टा अवशिष्टा स्यात् तया त्वं खद्योतमात्र अङ्गारतुल्यया ये तर्हि इदानीं वेदान् न अनुभवसि न प्रतिपद्यते श्रुत्वा च मे मम वाच्यम् अथ अशेषं विज्ञास्यति अशान भुङ्क्ष्व तावत् स आशाथ हैनमुत्सादातगन्ह यत्किञ्च पप्रच्छ सर्वगन्ह प्रतिपेदे सः तथैव आशा भुक्तवान् अथ अनन्तरं हा येनं पितरं शुश्रूष उपसृतात् तम् उपगतं पुत्रं यत्किञ्च ऋगादिषु पप्रच्छ ग्रन्थरूपम् अर्थजातं वा पित स श्वेतकेतुः सर्वं ह तत्प्रतिपेदे ऋगादि अर्थतो ग्रन्थतश्च तगं होवाच यथा सौम्य महतो अभ्याहितस्य एकैकम् अङ्गारं खद्योतमात्रं वैशिष्ट्यं तं तृणैः उपसमाधाय प्राज्वलयेत्तेन ततो अपि बहुधये तम् उवाच पुनः पिता यथा सौम्य महतः अव्याहितस्य इत्यादि समानम् एकम् अङ्गारं शान्तस्य अग्नेः खद्योतमात्रं वरिष्ठं तं तृणैः चूर्णैश्च उपसमादाय प्राज्वलयेत् वर्धयेत् तेन युद्धेन अङ्गारेण ततोपि पूर्वपरिमाणात् बहुधये एवकं सौम्यते षोडशानां कलानाम् एका कलातिशिष्टा भूं स अन्नेन उपसमाहिता प्राज्वालितया एतर्हि वेदान् अनुभवसि अन्नमयिगं हि सौम्यमना अपोमि प्राणा तेजोमि वागिति तद्धास्य विजज्ञमिति विजज्ञमिति एवं सौम्यते षोडशानाम् अन्नकलानां सामर्थ्यरूपाणाम् एका कला अतिशिष्टा भूम् अतिशिष्टा आसीत् पञ्चदश आहानि अभुक्तवतः एकैकेन अह्ना एकैका कला चन्द्रमसैव अपरपक्षिक्षीण सा अतिशिष्टा कला तव अन्नेन भुक्तेन उपसमाहिता वर्धिता उपचिता प्राज्वलि दैर्घ्यं चान्दसं प्रज्वलिता वर्धिता इत्यर्थः प्राज्वलि इति पठन्तु तदा तेन उपसमाहिता स्वयं प्रज्वलितवती इत्यर्थः तया वर्धितया एतर्हि इदानीं वेदान् अनुभवसि उपलभसि एवं व्यावृत्ति अनुवृत्तिभ्याम् अन्नमयित्वं मनसा सिद्धमिति उपसंहरति अन्नमयं हि सौम्यमन इत्यादि यथा एतत् मनसो अन्नमयित्वं तव सिद्धं तदा आपोमयः प्राणः तेजोमयी वाक्य इति एतदपि सिद्धमेव इत्यभिप्रायः तदैतद् अस्य पितुः उक्तं मन आदीनाम् अन्नादिमयित्वं विजज्ञौ विज्ञातवान् श्वेतकेतु दुरभ्यासः त्रिवृत्करणप्रकरणसमाप्त्यर्थः इति सप्तमखण्डभाष्यम् अष्टमखण्डः उद्दालकोहारुणिः श्वेतकेतुं पुत्रम् उवाच स्वप्नान्तं मे सौम्यविजानीहिते यत्र यत्पुरुषः स्वपिति नाम सदा सौम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादीनगं स्वपिति इत्याशक्यते स्वगं हि अपीतो भवति यस्मिन् मनसि जीवेन आत्मना अनुप्रविष्टा परा देवता आदर्शैव पुरुषः प्रतिबिम्बेन जलादिषु इव च सूर्यादयः प्रतिबिम्बैः तन्मनः अन्नमयं तेजोमयाभ्यां वाक्प्राणाभ्यां सङ्गतम् अधिगतम् यन्मयो यत्स्थश्च जीवः मनदर्शनश्रवणादिव्यवहाराय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते तदुक्तं श्रुत्यन्तरे ध्यायतीव लीला इतीव सदि स्वप्नो भूत्वा इयं लोकम् अतिक्रामति सवा इमात्मा ब्रह्म विज्ञानमयो मनोमयः इत्यादि स्वप्नेन शारीरम् इत्यादि प्राणन्नेव प्राणोनां भवति इत्यादि तस्य अस्य मनस्तस्य मन आख्यां गतस्य मन उपशमद्वारेण इन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभूतायां यदवस्थानं तत्पुत्राय आचिख्यासौ उद्दालकोः किल अरुणिः श्वेतकेतुं पुत्रमुवाच उक्तवान्। स्वप्नान्तं स्वप्नमध्यं स्वप्न इति दर्शनवृत्तेः स्वप्नस्य आख्य तस्य मध्यं स्वप्नान्तं सुषुप्तम् इत्येतत्। अथवा स्वप्नान्तं स्वप्नसतत्वम् इत्यर्थः। तत्रापि अर्थात् सुषुप्तमेव भवति, स्वमपीतो भवति इति वचनात्। न हि अन्यत्र सुषुप्ता स्वमपीतिं जीवस्य इच्छन्ति ब्रह्मविदः। तत्र हि आदर्श अपनयने पुरुषप्रतिबिम्बः आदर्शगतः यथा स्वमेव पुरुषमपीतो भवति, एवं मनादि उपरमे चैतन्यप्रतिबिम्बरूपेण जीवेनात्मना मनसि प्रविष्ट नामरूपव्याकरणाय परादेवता सा स्वमेव आत्मानं प्रतिपद्यते जीवरूपतां मन आख्यां हित्वा। अतः सुषुप्त एव स्वप्नान्तशब्दवाच्य इति अवगम्यते। यत्र तु सुप्तः स्वप्नान् पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्यापुण्यकार्यं। पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धं। पुण्यापुण्ययोश्च अविद्याकाम उपष्टम्भेनैव सुखदुःखदर्शनकार्यारम्भकत्वम् उत्पद्यते, न अन्यथा इति अविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप्ने इति न स्वमपीतो भवति। अनन्वागतं पुण्येन अनन्वागतं पापेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति। तद्वासीतदतिच्छन्द एष परमानन्दः इत्यादि श्रुतिभ्यः। सुषुप्ते एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामि इत्याह स्वप्नान्तं मे मम निगदतो हि सौम्य विजानीहि विस्पष्टम् अवधार्य इत्यर्थः। कदा स्वप्नान्तो भवतीति उच्यते, यत्र यस्मिन् काले एतन्नाम भवति पुरुषस्य स्वप्स्यतः प्रसिद्धं हि लोके स्वपिति इति। गौणं च इदं नाम इत्याह यदा स्वपिति इति उच्यते पुरुषः तदा तस्मिन् काले सत सच्छब्दवाच्यया प्रकृतया देवतया सम्पन्नो भवति, सङ्गतः एकीभूतो भवति। मनसि प्रविष्टं मनादिसंसर्गकृतं जीवरूपं प्रत्यज्य स्वं सद्रूपं यत् परमार्थसत्यम् अपीतः अभिगतः भवति। अतः तस्मात् स्वपिति इति एनम् आचक्षते लौकिक। स्वम् आत्मानं हि यस्मादपि तु भवति, गुणनाम प्रसिद्धोऽपि स्वात्मप्राप्ते गम्यते इत्यभिप्रायः। कथं पुनः लौकिकानां प्रसिद्धा स्वात्मसम्पत्तिः? जागृश्रमनिमित्त उद्भवत्वात् स्वापस्य इत्याहुः। जागरिते हि पुण्यापुण्यनिमित्त सुखदुःखादि अनेक आयास अनुभवात् श्रान्तो भवति, ततश्च आयस्थानां करणानाम् अनेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्यः उपरमो भवति। श्रुतेश्च शाम्यत्येव वा क्षाम्यति चक्षुः इत्येमादि, तथा च गृहीता वा गृहीतं चक्षुः गृहीतं श्रोत्रं गृहीतं मनः इत्येमादीनि करणानि प्राणग्रस्तानि। प्राण एकः अष्टान्तः देहे कुलायेयो जागर्ति तदा जीवः समापनुत्ये स्वं देवतारूपम् आत्मानं प्रतिपद्यते, न अन्यत्र स्वरूप अवस्थानाश्रमापनोदः स्यादिति युक्त प्रसिद्धिः लौकिकानां स्वं हि अपीतो भवति। दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्मोके स्वात्मस्थानं विश्रमणं, तद्वदिहापि स्यादिति युक्तं। तद्यथा क्षीणो वा सुपर्णो वा विपरिपत्ति श्रान्तः इत्यर्थेश्च स यथा शुकुनिः सूत्रेण प्रबुद्धो दिशं दिशं पतित्वा अन्यत्रायतनम् अलब्ध्वा बन्धनमेव उपश्रयत एवमेव खलु सौम्य तन्मनो दिशं दिशं पतित्वा अन्यत्रायतनम् अलब्ध्वा प्राणमेव उपश्रयते प्राणबन्धनमि सौम्यमन इति। तत्र इयं दृष्टान्तः यथोक्त्यर्थे स यथा शुकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबुद्धः प्राशितः दिशं दिशं बन्धनमोक्षार्थी सन् प्रतिदिशं पतित्वा अन्यत्र बन्धनात् आयतनम् आश्रयं विश्रमणाय अलब्ध्वा अप्राप्य बन्धनमेव उपश्रयते एवमेव यथा अयं दृष्टान्तः खलु हे सौम्य तन्मनः। तत्प्रकृतं षोडशकलम् अन्नोपचितं मनो निर्धारितं तत्प्रविष्टः तत्स्थः तदुपलक्षितो जीवः तन्मन इति निर्दिश्यते मञ्चाक्रोशनवत्। स मन आख्योपाधिः जीवः अविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां जागृतस्वप्नयोः पतित्वा गत्वा अनुभूय इत्यर्थः। अन्यत्र सदाख्यातो स्वात्मनः आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव प्राणेन सर्वकार्यकरण आश्रयेण उपलक्षिता प्राणः इत्युच्यते सदाख्यपरादेवत् प्राणस्य प्राणं प्राणशरीरो भावरूपः इत्यश्रुते अतः तां देवतां प्राणं प्राणाख्यामेव उपश्रयेत् प्राणो बन्धनं यस्य मनसः तत् प्राणबन्धनं हि यस्म सौम्य मनः प्राणोपलक्षितदेवताश्रयं मन इति तदुपलक्षितो जीव इति अशनापिपासे मे सौम्य विजानीहिते यत्र यत्पुरुषो अशिशिष्यति नाम आपायैव तदशितं नयन्ते तद्यथा गोनायश्वनायः पुरुषना इत्येवं तदप आचक्षते अशनाय इति तत्र एतशृङ्गमुत्पतितं सौम्य विजानीहि नेदम् अमूलं भविष्यति ते एवं स्वपितीनां प्रसिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलं तत्पुत्रस्य दर्शयित्वा अहम् अन्नादिकार्यकारणपरम्परायापि जगतो मूलं सद्दिदर्शिषु अशनापिपासे अशितुमिच्छाशन सन् यलोपेन पातुमिच्छापिपासां ते अशनापिपासे अशनापिपासयोः सतत्वं विजानीहि इत्येतत् यत्र यस्मिन् काले एतन्नां पुरुषो भवति किं तन् अशिशिष्यति अशितुम् इच्छति इति तदा तस्य पुरुषस्य किं निमित्तं नाम भवति इति अह यत् तत्पुरुषेण अशितम् अन्नं कठिनं पीता आपो नयन्ते द्रवीकृत्य रसादिभावेन विवर्णमयन्ते तदा भुक्तम् अन्नं जीर्यते अथ च भवति अस्य नाम अशिशिष्यति इति गौणं जीर्णैः अन्ने अशितुम् इच्छति सर्वो हि जन्तु तत्र अपामशितनेतृत्वात् अशनाय इति नाम प्रसिद्धमिति एतस्मिन् अर्थे यथा गोनायः गां नयति इति गोनायः इति उच्यते गोपालः तथा अश्वान् नयति इति अश्वनायः अश्वपालः इत्युच्यते पुरुषनायः पुरुषान् नयति इति राजा सेनापतिर्व एवं तत् तदा अप आचक्षते लौकिकः अशनाय इति विसर्जनीयलोपेन तत्रैवं सति अद्भिः रसादिभावेन नीतेन अशितेन अन्नेन निष्पादितम् इदं शरीरं वटकणिकायामिव शृङ्गः अङ्कुरः उत्पतितः उद्गतः तमिमं शृङ्गं कार्यं शरीराख्यं वटादिशृङ्गवतु उत्पतितं हे सौम्यविजानी किं तत्र विज्ञेयमिति उच्यते शृणु इदं शृङ्गवत् कार्यत्वात् शरीरं न अमूलं मूलरहितं भविष्यति इत्युक्त्वा आह श्वेतकेतुः